अस्तु, गतसप्ताहे करपत्रम् उद्घाटितं स्यात्? इदानीं वयं करपत्रे स्मः. अस्तु अस्तु, उत्तमम्. तर्हि समवायिकारणम् इत्यस्य भागं समापितवन्तः इति मन्ये. अनन्तरं असमवायिकारणम् इति पुनस्मरणरूपेण किञ्चित् समवायिकारणविषये वयं पश्यामः. महोदय, सुनील् महोदय, समवायिकारणम् इत्युक्ते तस्य समवायिकारणम् अस्य विषये वाक्यं किम्? समवायिकारणम् इत्युक्ते यः स्वस्मिन् तादात्म्येन सम्बन्धेन स्थित्वा समवायेन कार्यं जनयति इति समवायिकारणम्. आम् अस्तु, परन्तु करपत्रेण यद् दत्तम् अस्ति कार्यकारणभावस्य प्रदर्शनार्थं केनचित् रूपेण वक्तव्यं भवति. तत्र सामान्य अधिकरणम् आवश्यकमिति. हा, समीचीनम्. अतः कथं साध्यते? अत्र यः तादात्म्यसम्बन्धेन स्थित्वा एकस्मिन् अधिकरणे स्थित्वा समवायेन कार्यं जनयति इति समवायिकारणम्. हा, साधारणतया तदेव परिचितः अस्ति अस्माभिः, परन्तु अस्मिन् करपत्रे किञ्चित् भिन्नरूपेण दत्तम् अस्ति. भिन्नरूपेण इत्युक्ते केन सम्बन्धेन कार्यस्य कार्यम् अधिकरणे, पुनः केन सम्बन्धेन कार्यम् अधिकरणे इति वक्तव्यम् अस्ति. रामप्रिया भगिनी प्रयत्नं करोति वा? किमपि उदाहरणं स्वीकृत्य वदतु. घटकपालः इति उदाहरणं स्वीकुर्मः चेत् घटः प्रति कपालः समवायिकारणं भवति. घटं प्रति, क्षम्यतां, घटं प्रति कपालः समवायिकारणं भवति. कपालः अधिकरणम्. आम्. घटः कपाले समवायसम्बन्धेन समवायसम्बन्धेन अस्ति. कपालः कपाले स्वस्मिन् तादात्म्य, स्वस्मिन् इत्युक्ते तादात्म्यसम्बन्धेन स्थित्वा घटं जनयति. परन्तु किञ्चित् करपत्रं पश्यतु कृपया. समवायसम्बन्धेन घटं प्रति तादात्म्यसम्बन्धेन कपालः कारणम् इति अस्ति वाक्यं खलु. तादृशमेव वक्तव्यम् अस्ति. कथं, किमर्थम् इत्युक्ते पूर्वमेव करपत्रस्य आरम्भे एव प्रायः दृष्टम् अस्ति. प्रथमं तु अस्तु, कार्यकारणभावः अस्ति द्वयोः वस्तुनयोः मध्ये, कार्यकारणभावः अस्ति द्वयोः वस्तुनयोः मध्ये कार्यकारणभावः अस्ति इति कोऽपि वदति चेत् तत्र कथं साधयितुं शक्नुमः? प्रथमतया किमर्थं साधनस्य आवश्यकम् अस्ति, किमर्थं साधनीयम् अस्ति? अत्र कार्यं वा कारणं वा भवेत् इति. हा, कार्यम् अस्ति भवेत्, अस्तु, परन्तु किमर्थं साधनीयम् अस्ति? प्रायः जानीमः एव वयं, घटः अस्ति चेत् तस्य कारणम् अवश्यं भवेत्, कपालः एव कारणम् अस्ति इति सर्वं जानीमः एव. किमर्थं साधनीयम् अस्ति? आनुभविकरूपेण जानीमः खलु. परन्तु यत् आनुभवेन आनुभविकरूपेण जानीमः तस्य साधनार्थं किमपि आवश्यकम् अस्ति. किम् आवश्यकम्? कार्यकारणभावस्य निकषाः सन्ति खलु. के निकषाः? सामानाधिकरण्यम् अपेक्षितं कार्यकारणयोः. अनन्तरं तत् सामानाधिकरण्यं भवति इति वक्तव्यं चेत् एकस्मिन् अधिकरणे कार्यं कारणं च भवतः समानाधिकरणविषये भवतः इति वयं बोध्यम् इति ज्ञातुं शक्नुमः यदा अधिकरणं क्षम्यताम् एकस्मिन् अधिकरणे कार्यं वा कारणं च भवतः इति कार्यं च कारणं प्रथम अंशः एव यत् भवत्या उक्तं कार्यम् अपि च कारणं समानाधिकरणे भवेत् इति भवेत्. द्वौ अपि केन द्वे अपि केन सम्बन्धेन अधिकरणे स्तः इति अपि वक्तव्यम्. हा समीचीनं. तत्तु द्वितीय अंशः अस्ति. अस्तु, कपालः घटः द्वे अपि समानाधिकरणे एव भवताम् भवतु. परन्तु तदनन्तरं केन सम्बन्धेन कपालः स्थितः कपाले अपि च घटः केन सम्बन्धेन कपाले अस्ति इति अपि वक्तव्यम् अस्ति. किमर्थम्? आधारस्य द्वारा एव आधारस्य द्वारेण एव तयोः सम्बन्धः साधितव्यः अस्ति. इत्युक्ते अत्र कल्पनां कुर्वन्तु कृपया. कपालः अस्ति एकस्मिन् पक्षे, घटः अस्ति अपरस्मिन् पक्षे. द्वयोः अधिकरणम् अस्ति कपालः इति अधः, अधः कपालः अस्ति. कपालात् एकः शरः घटं प्रति, अपरः शरः कपालं प्रति. इति चिन्तयतु. तर्हि कपालघटयोः कः सम्बन्धः इति साधनार्थं अधः यः कपालः अस्ति तेन द्वारेण एव वयं साधितुं शक्नुमः खलु. उपरि कपालः अस्ति, घटः अस्ति इति चिन्तयतु. तर्हि कपालघटयोः कः सम्बन्धः इति प्रश्नश्चेत् तयोः अधिकरणेन एव वयं साधयितुं शक्नुमः खलु. कपालस्य अधः कपालः अधिकरणरूपेण, घटस्य अधः कपालः अधिकरणरूपेण खलु. अतः एव वाक्यम् अस्ति समवाय तादात्म्यसम्बन्धेन कपालः अस्ति कपाले, समवायसम्बन्धेन घटः अस्ति कपाले. अतः वाक्यं भवति समवायसम्बन्धेन घटात् आरभ्य, घटात् आरम्भं करोतु, चित्रं मनसि स्थापयतु. घटात् आरभ्य समवायसम्बन्धेन घटं प्रति तादात्म्यसम्बन्धेन कपालः कारणम् इति. घटात् आरम्भं करोति चेत् घटं प्रति समवायसम्बन्धेन घटं प्रति इत्युक्ते घट अधस्तनकपालयोः समवायसम्बन्धः खलु. पुनः उपरितनकपालः अधस्तनकपालयोः तादात्म्यसम्बन्धः. तर्हि घटात् आरभ्य समवायसम्बन्धेन घटं प्रति तादात्म्यसम्बन्धेन कपालः कारणम् इति आयाति. पुनः घटपरिमाणं घटः इत्यस्मिन् इत्यस्य उदाहरणस्य प्रतिपादनं वदतु कृपया. सुनील् महोदय, अत्र समवायसम्बन्धेन कपाल घटपरिमाणं प्रति तादात्म्यसम्बन्धेन कपालपरिणामं परिमाणं कारणम् इति. पुनः कार्यं किम् अस्ति अत्र? घटपरिमाणमिति. हा, घटपरिमाणं कार्यम् अस्ति. कार्यं कारणम् अत्र कपालपरिमाणं न, घटः खलु. ओ, केवलम् अत्र समवायिकारणम् इत्युक्ते अत्र अत्र कपालः अस्ति, घटः कपाले अस्ति. भवतः उदाहरणं किम्? ओ, क्षम्यताम्, अहम् अत्र असमवायिकारणे भवति, अत्र घटपरिमाणं घटः इति. क्षम्यताम्, अत्र अतः घटपरिमाणं प्रति. एकनिमिषं, प्रथमं वदतु कार्यं किं, कारणं किम् इति, तदनन्तरं तयोः अधिकरणं किम् इति, तदनन्तरं वाक्यम्. अत्र कार्यमस्ति घटपरिमाणमिति, कारणमस्ति घटः, घटः स्वस्मिन् तादात्म्यसम्बन्धेन घटे भवति, परिमाणं समवायसम्बन्धेन घटे भवति. अतः अत्र समवायसम्बन्धेन घटपरिमाणं प्रति तादात्म्यसम्बन्धेन घटः कारणम्. बहु समीचीनं. पुनः भवती वदतु रामप्रिया भगिनी. आम्, पटः तन्तुः इत्यस्मिन् उदाहरणे किं भवति? पटः तन्तुः, आम्, चित्रं स्थापयतु. आम् तद् तदेव. पटः तन्तुषु समवायसम्बन्धेन, पटः इति कार्यं, तन्तुः इति कारणं, तन्तुः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवा. द्वितीयविषयः अस्ति अधिकरणं किम् इति खलु. तन्तुः इति अधिकरणं, तादात्म्यसम्बन्धेन तन्तुः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन पटं जनयति. पटः इति कार्यं. वाक्यमस्ति समवायसम्बन्धेन पटं प्रति तादात्म्यसम्बन्धेन तन्तुः कारणम्. बहु समीचीनम्. अस्तु, इदानीम् असमवायिकारणम् इत्यस्य भागात् आरम्भं कुर्मः. सुनील् महोदय, पठति वा? असमवायिकारणं. समवायिकारणे समवायसम्बन्धेन यः गुणः अथवा या क्रिया कार्यं प्रति कारणं तत् असमवायिकारणम्. इत्युक्ते किम्? अत्र यः गुणः वा क्रिया वा कार्यं प्रति कारणं भवति, तत्र समवायिकारणे अत्र समवायसम्बन्धेन स्थित्वा कार्यं प्रति कारणं भवति. समवायसम्बन्धः कुत्र कुत्र भवति? समवायसम्बन्धेन तत्र गुणगुणिनोः मध्ये भवति. अनन्तरम् अवयव अवयविनोः मध्ये भवति, क्रिया क्रियवतोः मध्ये भवति, जातिव्यक्त्योः विशेष नित्यद्रव्योः मध्ये समीचीनं परन्तु तेषु किम् आवश्यकम् अस्माकं असमवायिकारणस्य कृते किम् आवश्यकं तेषु अत्र समवायिकारणे समवायसम्बन्धेन यत्र गुणः वा अथवा क्रिया वा क्रिया चतुर्षु वा पञ्चषु सम्बन्धेषु अस्माकं केवलं द्वे सम्बन्धे द्वौ सम्बन्धौ एव आवश्यकौ खलु असमवायिकारणस्य प्रतिपादनार्थं गुणगुणिनोः अनन्तरं क्रियाक्रियावत् एव तत्र न अवयवयविनोः समवायिकारणमेव समवायिकारणम् परन्तु असमवायिकारणस्य कृते गुणः वा क्रिया एव भवेत् खलु अस्तु तदनन्तरं कारणे स्थितम् अस्ति खलु गुणः वा क्रिया समवायिकारणे स्थित्वा कार्यं जनयति समवायेन खलु अस्तु अग्रे पठतु कृपया प्रथमविधमस्ति घटः कपालसंयोगः घटस्य असमवायिकारणं कपालसंयोगः अधिकरणं कपालः घटः कपाले कपालसंयोगः कपाले अत्र घट कपालसंयोगः इति उदाहरणमस्ति एकनिमिषं पुनः वाक्यमपि पठतु समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणम् तर्हि वदतु अत्र घटकपालसंयोगः इति उदाहरणं घटः कपाले अस्ति कारणं कार्यम् इति वदतु कृपया अत्र घटः इति कार्यमस्ति कपालसंयोगः कारणं भवति कारणमस्ति खलु घटः कपाले अस्ति कपालसंयोगः अपि कपाले अस्ति अतः समानाधिकरणमस्ति कपालः इति उत्तमम् अग्रे अतः समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणमिति समीचीनम् अयमेव इदं वाक्यमेव असमवायिकारणस्य लक्षणवाक्यम् अस्तु अग्रे रामप्रिया भगिनी अभ्यासः इत्यस्मात् पठतु अभ्यासः पटः तन्तुसंयोगः तद् निरूपणं प्रथमं समवाय पटः इति कार्यं तन्तुसंयोगः इति कारणं पटः तन्तुषु अस्ति तन्तुसंयोगः अपि तन्तुषु अस्ति तन्तु एव अधिकरणमस्ति समवायसम्बन्धेन पटं प्रति समवायसम्बन्धेन तन्तुसंयोगः कारणम् बहु समीचीनं सुनील् महोदय अनन्तरम् उदाहरणम् अत्र हस्तपुस्तकसंयोगः हस्तगता क्रिया इति अस्ति अत्र कार्यमस्ति हस्तपुस्तकसंयोगः इति कारणमस्ति अत्र हस्ते क्रिया विद्यमाना क्रिया इति किमर्थं तादृशम् इदानीम् अत्र कार्यकारणतयोः विषयमेव स्वीकुर्मः अत्र सा क्रिया कार्यं प्रति कारणं भवति इति. हस्तपुस्तकसंयोगः संयोगं प्रति हस्ते विद्यमाना क्रिया कारणं भवति इति. वस्तुतः यदा अहं हस्ते पुस्तकं स्वीकृत्य पुस्तकं हस्ते स्थापयामि चेत् तत्र हस्तपुस्तकसंयोगः भवति. या क्रिया हस्ते अस्ति वा या क्रिया पुस्तके अस्ति तया संयोगः जायते, हस्तपुस्तकसंयोगः जायते. अतः एव क्रिया इति कारणं, संयोगः इति कार्यम्. अस्तु, अग्रे अस्मिन् उदाहरणे असमवायिकरणं कथं प्रतिपाद्यते? अत्र हस्ते एव क्रिया अस्ति, संयोगः अपि अस्ति, अतः समानाधिकरणं हस्ते अस्ति इति. समीचीनम्. अतः हस्ते विद्यमाना क्रिया हस्तपुस्तकसंयोगं प्रति कारणं भवति, समवायसम्बन्धेन स्थित्वा कारणं भवति. वाक्यं वाक्यं वदतु कृपया. समवायसम्बन्धेन हस्तपुस्तकसंयोगं प्रति समवायसम्बन्धेन हस्ते विद्यमाना क्रिया कारणं भवति. बहु समीचीनम्. अपि तु एतत् कारणं तु असमवायिकारणम्. असमवायिकारणम् अस्तु, समीचीनम्. अस्तु, एकम् उदाहरणं ददामि. शरीरः अवयवः इति तत्र किं भवति रामप्रिया भगिनी? शरीरः अवयवः वा? तत्र तु समवायिकारणं भवति. समीचीनं. किं भवति अवयव अवयविनोः समवायसम्बन्धः? करणं किम् इति सर्वं वदतु, कार्यं किं, कारणं किम् इति. आम्, शरीरम् इति कार्यं, कारणम् अस्ति अवयवाः. अवयवाः अवयवे अस्ति, अवयविनी सन्ति, अवयवाः सन्ति. शरीरम् अवयविनी. भगिनी भगिनी भगिनी, किं कुत्र अस्ति इति वदतु. अवयवाः अवयवाः शरीरम् अवयवे अस्ति. अवयवे, समीचीनम्. शरीरम् अवयवे अस्ति, अवयवाः अपि अवयवे अस्ति. समवायसम्बन्धेन शरीरं प्रति तादात्म्यसम्बन्धेन अवयवाः कारणम्. बहु समीचीनम्. अस्तु, इदानीं स्पष्टं खलु? आम्. अस्तु, तर्हि अग्रे सुनील् महोदय पठतु. रामप्रिया भगिनी भवती एव पठतु कृपया. आहत्य यत्र घटः समवायेन जायते कपाले, तत्रैव तस्मिन् कपाले कपालद्वयसंयोगः समवायसम्बन्धेन अस्ति. घटं प्रति कपालद्वयसंयोगः असमवायी कारणम्. अत्र कपालान्तर्भवेन कार्यकारण कपालान्तर्भावेन अन्तर्भावेन इति अस्ति, अतः कपालान्तर्भावेन अन्तर्भावेन कपालान्तरभावेन भवेन क्षम्यतां कार्यकारणयोः समानाधिकरण्यम्। एवम् उभयम् एकस्मिन् अधिकरणे इति प्रथमम् असमवायिकारणम्, कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्। प्रथमविध असमवायिकारणस्य विषये अत्र अस्ति घटः प्रथमं यत्र घटः समवायेन जायते कपाले तत्र तु कपालद्वयसंयोगः कपाले समवायसम्बन्धेन अस्ति। घटं प्रति कपालद्वयसंयोगः असमवायिकारणम् अस्ति। भगिनि किमर्थम् इत्युक्ते कपालद्वयसंयोगः समवायेन स्थित्वा समवायसम्बन्धेन घटं जनयति इति असमवायिकारणम्। अस्तु, परन्तु असमवायिकारणस्य वाक्यम् अनुसरोतु। समवायसम्बन्धेन घटं प्रति समवायसम्बन्धेन कपालसंयोगः कारणम्। अस्तु, अग्रे कपालान्तर अन्तर्भवेन कार्यकारणयोः समानाधिकरण्यम्। अत्र कार्यकारणयोः समानाधिकरण्यम् अस्ति। कार्यकारणयोः इत्युक्ते किं कार्यं किं कारणम्? अत्र घटः इति कार्यं, कपालसंयोगः इति कारणं। घटः कपाले अस्ति, कपालद्वयसंयोगः अपि कपाले अस्ति, अतः कार्यकारणयोः समानाधिकरण्यं कपालः। एवम् उभयम् भावेन इत्युक्ते कपाले अन्तर्भूतः कपालः इति अर्थः। ओहो, कपालस्य अधिकरणं कपालः एव, तदेव। अस्तु, अग्रे एवम् उभयम् एकस्मिन् अधिकरणे इति प्रथमम् असमवायीकरणं, तदेव एकस्मिन् अधिकरणे अस्ति कपालः इति, तद् प्रथमम् असमवायीकारणं। कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायीकारणम्। कार्येण सह इति अत्र घटेन सह एकस्मिन् अधिकरणे कपाले समवेतं सत् समवायसम्बन्धेन स्थित्वा कारणम् इति कपालद्वयसंयोगः असमवायिकारणम्। किमर्थं समवेतम् इति अस्ति? समवेतम् इत्युक्ते समवायसम्बन्धेन विद्यमानत्वम् इति। समवायसम्बन्धेन स्थित्वा वा विद्यमानत्वं वा। अस्तु, कार्येण सह इत्युक्ते एकस्मिन् पक्षे घटः अस्ति, तत्तु कार्यं। कार्येण सह एकस्मिन् अर्थे, यत् भवत्या उक्तं समीचीनमेव, कपाले कपालः इति अर्थः वा उपरि पुनः उपरि गन्तव्यम् अस्ति खलु। एकस्मिन् अपरः पक्षे अपरे पक्षे घटः, तर्हि घटात् आरभ्य कार्येण सह तस्य अधिकरणम् अस्ति अधस्तन कपालः, पुनः उपरि गन्तव्यम् अस्ति खलु। कपाल अपि तु कपाल द्वयोः सम्बन्धः कः इति पदनार्थम्। स्पष्टमस्ति वा चित्रं मनसि? आं भगिनि। तर्हि उपरि गमनार्थं समवेतम् इति समवायसम्बन्धस्य सूचनां करोति। आदेयः आदेय अस्ति खलु तत्र कपालः, यत् उपरि अस्ति सः तु आदेयः। अतः एव समवेतम् इति अस्ति. अग्रे सुनील् महोदय. अग्रे पठामि वा? आमां पठतु कृपया. घटपरिमाणस्य कपालपरिमाणस्य च कार्यकारणभावः. अत्र कार्यकारणयोः अधिकरणं समानम् इति साक्षात् न दृश्यते. तदर्थं परम्परया वक्तव्यं भवति एव. किमर्थं वक्तव्यम् इति चेत् कार्यकारणभावः अस्ति इति अस्माकम् अनुभवः. घटे विद्यमानस्य परिमाणस्य कारणं कपाले अवयवे विद्यमानं परिमाणम् इत्ययं कार्यकारणभावः आनुभविकः. अस्माभिः सर्वैः अनुभूयते इति कारणतः कथञ्चित् कार्यकारणभावः साधनीयः. अत्र इदानीं घटपरिमाणस्य च कपालपरिमाणस्य कार्यकारणभावः इति अस्ति. अत्र अधिकरणं समानम् इति अत्र प्रत्यक्षेन वयं न पश्यामः प्रायः. अतः तत्र कार्यं किं कारणं किम् इति वक्तव्यं. किमर्थम् इति अत्र कार्यकारणभावः इति अस्ति इति वयं वयं तत्र वक्तव्यमेव. अतः घटे घटे परिमाणम् अस्ति, कपाले अपि परिमाणम् अस्ति इति स्वीकृत्य तत्र किं कार्यं किं कारणम् इति वयं वक्तव्यमेव. परन्तु अत्र अस्ति अस्माकम् अनुभवः अस्ति. कः अनुभवः? पूर्वं वयं दृष्टवन्तः अत्र समवायिकारणं वा असमवायिकारणं वा तत्र कार्यं वा कारणं वा भवति इति. अनन्तरं घटः कपाले अस्ति इति वयं जानीमः. कपालस्य घटस्य परिमाणम् अस्ति, कपालस्य परिमाणमपि अस्ति इति अपि वयं जानीमः. कथं कथम् अस्माकम् अनुभवः अस्ति इति दीयते खलु? कथम् अनुभव कः अनुभवः इति प्रश्नः. अत्र घटः अस्ति, किमपि अस्ति घटपरिमाणविषये कपालपरिमाणविषये, कः अनुभवः? वयं तद् अत्र उत्कृष्टविषये वदति वा? आम् आं तदेव खलु. कपालपरिमाणस्य आधारेण एव घटपरिमाणं निर्णीयते खलु. तत्तु अस्माकम् अनुभवः. परन्तु कथं साध्यते यत् कपालपरिमाणम् असमवायिकारणं घटपरिमाणं प्रति इति प्रश्नः खलु. अतः तद् तद् वयं कथमपि साधनीयमिति. साधनीयं, समीचीनम्. अस्तु अग्रे रामप्रिय भगिनी. आं भगिनि, अत्र चित्रमस्ति. चित्रे किम् अस्ति वदतु. चित्रे घटपरिमाणं समवायसम्बन्धेन घटे अस्ति, घटः समवायसम्बन्धेन कपाले अस्ति, कपालपरिमाणमपि समवायसम्बन्धेन कपाले अस्ति. कपालः इति अधिकरणं अस्तु. एकनिमिषं भगिनि, भवत्या उक्तं यत् घटपरिमाणं समवायसम्बन्धेन घटे अस्ति इति, किमर्थम्? किमर्थम् इत्युक्ते गुणगुणिनोः सम्बन्धः समवायसम्बन्धः. समीचीनं. पुनः घटः कपालः? कटः कपालः इति अवयव अवयविनोः सम्बन्धः समवायसम्बन्धः अस्तु. अनन्तरं कपालपरिमाणमपि गुणगुणिनोः कपालपरिमाणं कपालः अपि गुणगुणिनोः सम्बन्धः समवायसम्बन्धः इति. कपालः अधिकरणं कपालः घटस्य अपि कपालपरिमाणस्य अपि कपालः एव अधिकरणं समानाधिकरणं. समस्या का अस्माकं समस्या अस्माकं समस्या घटपरिमाणं कपालः मध्ये सम्बन्धः घटपरिमाणं कपालपरिमाणं मध्ये सम्बन्धः अस्ति वा कथं साधनीयम् इति सम्बन्धः कथं साधनीयम् इति. परन्तु किमर्थं साधनीयम् अस्ति? तत् कार्यकारणभावः साधनार्थं तदपि साधनीयम्. किं साधनीयं? घटपरिमाणं कपालः मध्ये सम्बन्धः घटपरिमाणं किमर्थम् इति प्रश्नः. किमर्थम् अस्माकं निकषाः के? किमर्थम् इत्युक्ते अनुभविकरूपेण वयं जानीमः, परन्तु साक्षात् तस्य सम्बन्धः नास्ति इति. घटपरिमाणं घटः समवायसम्बन्धः अस्ति. घटपरिमाणं कपालः मध्ये किं सम्बन्धः कः सम्बन्धः अस्ति इति साक्षात् न दृश्यते. तद् साधनार्थं किमर्थं साक्षात् न दृश्यते? किमर्थम् इत्युक्ते तयोः मध्ये सम्बन्धः भवती जानाति नास्ति. अस्माकम् अस्माकं निकषः कः? कार्यकारणभावः प्रदर्शनार्थं किमपि साधनीयं भवति खलु. कार्यकारणभावार्थं कार्यकारणयोः समानाधिकरण्यम् अपेक्षितं प्रथमं. समीचीनम्. अत्र समानाधिकरणं दृश्यते वा? समानाधिकरण्यम् इत्युक्ते घटपरिमाणं कपालयोः एकनिमिषं कपालः इति एकनिमिषं घटपरिमाणं कपालपरिमाणम् इति कार्यं कारणम् अति अस्ति खलु. कपालपरिमाणं कारणं कार्यमस्ति घटपरिमाणम् अस्तु. तर्हि तयोः समानाधिकरण्यं भवेत्. दृश्यते वा? दृश्यते वा? दृश्यते इत्युक्ते साधनानन्तरं दृश्यते. प्रथमं नास्ति. घटपरिमाणं कपालपरिमाणम् इति प्रथमं नास्ति. न दृश्यते. किमर्थं दृश्यते? किमर्थम् इत्युक्ते सम्बन्धः नास्ति द्वयोः मध्ये. एकनिमिषं भगिनी भगिनी, किमर्थं न दृश्यते? घटपरिमाणस्य अधिकरणम् अस्ति घटः, कपालपरिमाणस्य अधिकरणं कपालः. भिन्नौ खलु? ओ, भिन्न अधिकरणं. तदेव न दृश्यते खलु. अग्रे पठतु. यत्र कार्यकारणभावः अस्ति किन्तु समानाधिकरण्यं साक्षात् नास्ति तत्र परम्परया वक्तव्यं भवति. अन्यः न कोऽपि उपायः. यत्र कार्यं जायते तत्रैव कारणेन भाव्यम्. अत्र कार्यम् अस्ति, अन्यत्र कार्यम् उत्पद्यताम् इति तु कथमपि न भवति. वदतु. अत्र तु कार्यकारण भावः अस्ति परन्तु समानाधिकरणं नास्ति. यदा भवत्या उक्तं घटपरिमाणम् अस्य अधिकरणं घटः अस्ति, कपालपरिमाणस्य अधिकरणं कपालः अस्ति. तत्र तु परम्परया वक्तव्यं भवति. अन्यः कोऽपि उपायः नास्ति परम्परया. भगिनी भगिनी भगिनी पुनः वदतु तत् वाक्यं. समानात् घटपरिमाणं घटे अस्ति इति वा? हा हा, तदारभ्य वदतु कृपया. कटपरिमाणं घटे अस्ति, कपालपरिमाणं कपाले अस्ति, समानाधिकारण्यं नास्ति. अग्रे अग्रे तत्र परम्परया सम्बन्धः वक्तव्यम् इति अस्ति. अनन्तरं यत्र कार्यं जायते तत्रैव कारणेन भाव्यं. कार्यम् इति अत्र तु घटपरिमाणम् अस्ति, कारणम् इति कपालपरिमाणम् अस्ति. यत्र घटपरिमाणं जायते तत्र एव कारणेन कपालपरिमाणेन इति भवितव्यम्. अत्र कार्यमस्ति, अन्यत्र कार्यम् उत्पाद्यताम् इति तु कदमपि न भवति. घटपरिमाणम् अत्र अस्ति इति एव, यत्र कारणमस्ति तत्रैव कार्यमपि अस्ति इति एव, अन्यत्र कार्यम् उत्पाद्यताम् इति कथमपि न भवति. विपरीतत्वेन यत्र अतः कारणं भवेत् तत्रैव कारणं भवेत्, अन्यत्र नास्ति इति, अन्यत्र कथमपि न भवति इति. परम्परया एव साधनीयम् अस्ति इति अस्ति. अग्रे सुनील् महोदय. द्वितीय असमवायिकारणं यथा घटपरिमाणं प्रति कपालपरिमाणम् असमवायिकारणम्. घटस्य परिमाणं समवायसम्बन्धेन घटे, कपालस्य परिमाणं समवायसम्बन्धेन कपाले. घटपरिमाणकपालपरिमाणयोः एकम् अधिकरणम् अप्रसिद्धम्. अतः कार्यस्य वा कारणस्य वा परम्परासम्बन्धः स्वीकार्यः. अत्र इदानीं द्वितीय असमवायिकारणे अत्र किम् अस्ति इत्युक्ते घटपरिमाणं प्रति कपालपरिमाणं असमवायिकारणं अस्ति वा इति. घटस्य परिमाणं समवायसम्बन्धेन घटे अस्ति अथवा घटपरिमाणं, कपालपरिमाणं समवायसम्बन्धेन कपाले अस्ति. घटपरिमाणकपालपरिमाणयोः एकम् अधिकरणं प्रसिद्धं. सो अत्र घटपरिमाणस्य वा घटपरिमाणस्य च कपालपरिमाणस्य समानाधिकरणं नास्ति इति. न दृश्यते, साक्षात् न दृश्यते. न दृश्यते इति. अतः कार्यस्य वा कारणस्य वा परम्परासम्बन्धः स्वीकार्य, अतः घटपरिमाणकपालपरिमाणयोः सम्बन्धः कार्यकारणस्य सम्बन्धः वा इति परम्परया परम्परासम्बन्धेन एव वक्तुं शक्नुमः इति. समीचीनम्. अग्रे रामप्रिया भगिनि. आं भगिनि, प्रथमं कपालः कार्यकारणयोः अधिकरणम् इति स्वीकुर्मः. अस्यां दशायां घटपरिमाणस्य साक्षात् सम्बन्धः अधिकरणे नास्ति, अतः घटपरिमाणस्य परम्परासम्बन्धः वक्तव्यः कपाले. स्वम् इति घटपरिमाणम्. स्वशब्दः कुत्र प्रयोक्तव्यः? यत्र साक्षात् सम्बन्धः नास्ति, यत्र परम्परया एव सम्बन्धः शक्यः, तत्र स्वशब्दस्य आवश्यकता भवति. स्वस्य साक्षात् अधिकरणं घटः. केन सम्बन्धेन? समवायसम्बन्धेन. अतः घटपरिमाणस्य समवायी घटः. अत्र तस्मिन्नेव उदाहरणे प्रथमं कपालः कार्यकारणयोः अधिकरणं, कार्यमिति घटपरिमाणं, कारणमिति कपालपरिमाणं, तस्य अधिकरणम् इति कपालः वयं स्वीकुर्मः प्रथमं. घटपरिमाणस्य साक्षात् कपालेन सह सम्बन्धः नास्ति, अतः घटपरिमाणस्य परम्परासम्बन्धः वयं अत्र वक्तव्यः कपाल प्रदर्शनं कपालेन सह. प्रथमं स्वम् इति शब्दं वयं स्वीकुर्मः. स्वं यत्र साक्षात् सम्बन्धः नास्ति तत्र स्व इति शब्दः आवश्यकम्. अत्र स्वम् इति घटपरिमाणं. स्वस्य साक्षात् अधिकरणं घटः. घटपरिमाणस्य अधिकरणं घटः. अतः स्वस्य साक्षात् अधिकरणं घटः. केन सम्बन्धेन इत्युक्ते समवायसम्बन्धेन. घटपरिमाणं घटे समवायसम्बन्धेन अस्ति. अतः घटपरिमाणस्य समवायी घटः. अधौ गमनार्थं समवायी. इत्युक्ते भगिनी पुनः प्रश्नः. समवायी इत्युक्ते किम्? समवायी इत्युक्ते यस्मिन् समवायः अस्ति इति समवायी. समीचीनं. यस्मिन् समवायसम्बन्धेन स्थितः सः समवायी इति. अस्तु, तर्हि घटपरिमाणस्य समवायी स्वसमवायी घटः इति. अस्तु, अग्रे सुनील महोदय. समवायी समवायसम्बन्धः द्वयोर्मध्ये भवति चेत् एकः आश्रितः भवति, अन्यः आश्रयः भवति. परिमाणं घटे इति स्वीकरोतु. समवायसम्बन्धेन परिमाणं घटे, आश्रयः घटः, आश्रितं परिमाणम्. अत्र परिमाणसमवायी भवति घटः. इत्युक्ते समवायसम्बन्धेन तत् परिमाणं यस्मिन् घटे अस्ति, समवायसम्बन्धेन यस्मिन् अस्ति सः समवायी. नकारान्तशब्दः इति प्रत्ययः. समवायः अस्मिन् अस्ति इति समवायी इति व्युत्पत्तिः. परिमाणसमवायः घटे अस्ति इत्युक्तौ समवायसम्बन्धेन परिमाणं घटे अस्ति. अत्र परिमाणसमवायः इत्युक्ते परिमाणस्य समवायः, परिमाणस्य समवायः घटे इति. इदानीं पुनः समवायी किम् इति अस्ति. अतः द्वयोर्मध्ये समवायसम्बन्धः इति वयं वदामः, तत्र एकः अधिकरणं भवति, अन्यः आश्रितः भवति. एकः आश्रितः, आश्रयः वयम् आधेय आधारभावः अस्ति इति. अत्र परिमाणं घटे अस्ति इति स्वीकुर्मः चेत् अत्र वयं जानीमः परिमाणं समवायसम्बन्धेन घटे अस्ति इति. अतः घटः आश्रयः, परिमाणम् आश्रितं भवति इति. अत्र इदानीं घटः अस्ति परिमाणसमवायी इति. इत्युक्ते अत्र घटे परिमाणम् अस्ति इति एव, समवायसम्बन्धेन अस्ति इति एव. अतः समवायसम्बन्धेन यस्मिन् अस्ति सः समवायी इति. अत्र प्रत्ययविषये अपि अस्ति. नकारान्तशब्दः इति इनि प्रत्ययः. समवायः अस्मिन् अस्ति इति समवायि इति उत्पत्तिः भवति इति. अतः परिमाणसमवायः घटे अस्ति इत्युक्तौ समवायसम्बन्धेन परिमाणं घटे अस्ति. तदेव इदानीम् अस्ति. परिमाणसमवायः घटे अस्ति इति स्वीकुर्मः चेत् तत्र समवायसम्बन्धेन परिमाणं घटे अस्ति इति एव. अत्र परिमाणसमवायः इत्युक्ते परिमाणस्य समवायः इति. अत्र वाक्यद्वयमस्ति. परिमाणसमवायः घटे अस्ति इत्युक्ते समवायसम्बन्धेन परिमाणं घटे अस्ति. परिमाणस्य परिमाणसमवायः इति इत्युक्ते परिमाणस्य समवायः इति. परिमाणस्य समवायः घटे अस्ति इति. समीचीनम्. अत्र घटपरिमाणं घटयोः मध्ये कः सम्बन्धः? अत्र समवायसम्बन्धः. समवायसम्बन्धः किमर्थम्? अत्र गुणगुणिनोः सम्बन्धः. अस्तु, तर्हि घटः अत्र घटस्य विवरणं किम्? घटस्य विवरणम् अस्ति अत्र आश्रयः अस्ति. घटपरिमाणस्य आश्रयः अस्ति. घटपरिमाणस्य आश्रयः अस्ति. तर्हि समवायी कः? समवायी अस्ति घटः इति. किमर्थम्? यत्र यस्मिन् समवायसम्बन्धेन यस्मिन् अस्ति इति अर्थे समवायी इति अस्ति. अतः घटपरिमाणं समवायसम्बन्धेन घटे अस्ति इति अर्थे समवायी अस्ति. किम् अस्ति समवायी? कः अस्ति? किम् अस्ति समवाये? अत्र समवाय आश्रितः अस्ति. न, अस्तु, तर्हि समवायी आश्रयः. घटः कस्य समवायी अस्ति? घटः घटपरिमाणस्य समवायी अस्ति. समीचीनम्. रामप्रिया भगिनी, तदेव विषयः पुनः एकवारं वदति वा विषयम्? घटः इति समवायी अस्ति, घटपरिमाणस्य किमर्थं समवायी इत्युक्ते समवायः अस्मिन् अस्ति इति समवायी. सम्बन्धेन किमपि अस्ति घटे इत्युक्ते इत्यस्मात् खलु. अत्र परिमाणसमवायः घटे अस्ति, अतः तद् समवायी. एकनिमिषं, घटपरिमाणस्य समवायः वा? किम् अस्ति समवायः? परिमाणसमवायः घटे अस्ति इत्युक्ते समवायसम्बन्धेन परिमाणं घटे अस्ति इति. अतः परिमाणस्य समवायः घटे अस्ति. एकनिमिषं, समवायः इति समवायसम्बन्धः इति समवायसम्बन्धः घटे अस्ति. परन्तु समवायी इत्युक्ते किं व्याकरणरीत्या? समवायी इत्युक्ते समवायसम्बन्धः अस्मिन् अस्ति इति समवायी. व्याकरणरीत्या? व्याकरणरीत्या इत्युक्ते इन् प्रत्ययः वा? इनि प्रत्ययः. नकारान्तशब्दः. अस्तु, अत्र स्वम् इति किम्? स्वम् इति घटपरिमाणम्. स्वसमवायी इति? स्वसमवायी इति घटः. इति घटः. अस्तु, समीचीनम्. अग्रे, तर्हि घटपरिमाणस्य समवायी घटः. घटः पुनः कुत्र अस्ति इति चेत् कपाले. केन सम्बन्धेन? समवायसम्बन्धेन. अतः घटस्य समवायी कपालः. अनेन स्वसमवायी घटः, घटसमवायी कपालः. आहत्य स्वसमवायी कपालः. स्वसमवायी समवायित्वं कपाले. घटपरिमाणं स्वसमवायी समवायित्वसम्बन्धेन कपाले इति परम्परासम्बन्धः. अपि च कपालपरिमाणं कुत्र अस्ति? साक्षात् कपाले. केन सम्बन्धेन? समवायसम्बन्धेन. अतः स्वसमवायीसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इत्येव कार्यकारणभावः सिद्धः. अत्र प्रथमं घटपरिमाणस्य समवायी घटः, घटः पुनः कुत्र अस्ति इत्युक्ते कपाले अस्ति. केन सम्बन्धेन इत्युक्ते समवायसम्बन्धेन घटः कपाले अस्ति. घटस्य समवायीकारणम् अस्ति कपालः. अनेन प्रथमं स्वसमवायी इत्युक्ते घटः, घटसमवायी इत्युक्ते कपालः आहत्य स्वसमवायीसमवायी इत्युक्ते कपालः. एकनिमिषं, तत्र स्वसमवायी समवायी प्रथमस्य ह्रस्व एव खलु? आम्, प्रथमं ह्रस्वम् अनन्तरं दीर्घ. ह्रस्व अस्तु. आम्, तर्हि पुनः पुनः वदतु, स्व कः समवायी अस्ति? प्रथमं घटपरिमाणम् इति स्वम् अस्ति, स्वसमवायी इति घटः अस्ति. घटकपालयोः मध्ये अपि समवायसम्बन्धः अस्ति. घटसमवायी इत्युक्ते कपालः, स्वसमवायी समवायी इत्युक्ते कपालः. अस्तु, तर्हि कपाले किम् अस्ति? कपाले किम् अस्ति? कपाले स्वसमवायी समवायित्वम् अस्ति. स्वसमवायि समवायित्वम्, समस्तपदम् इति यक दीर्घं ह्रस्वं भवति वा? आम् आम्, समस्तपदम्. आम्, अनन्तरं कपाले अस्ति. घटपरिमाणं स्वसमवायिसमवायित्वसम्बन्धेन कपाले, तस्य निरूपणमेव इति परम्परासम्बन्धः. घटपरिमाणं स्वसमवायिसमवायित्वेन कपाले इति परम्परासम्बन्धस्य निरूपणम् अत्र. अपि च कपालपरिमाणं कुत्र अस्ति? कपालपरिमाणं कपाले अस्ति. केन सम्बन्धेन इत्युक्ते समवायसम्बन्धेन अस्ति. अतः स्वसमवायिसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इत्येव कार्यकारणभावः सिद्धः. पुनः तद् दीर्घवाक्यम् अस्ति खलु, समवायिसमवायित्वसम्बन्धेन इति. तस्य किमर्थं तद् तदुच्यते? किमर्थम् इत्युक्ते कपालयोः मध्ये साक्षात् सम्बन्धः नास्ति इति, अतः परम्परासम्बन्धः परम्परासम्बन्धेन निरूपितवन्तः घटपरिमाणं स्वसमवायिसमवायित्वसम्बन्धेन कपाले अस्ति इति. आम्, समीचीनं समीचीनं. तर्हि दीर्घवाक्यस्य दीर्घवाक्यं पुनः वदतु. स्व इत्युक्ते घटपरिमाणं, समवायि स्वसमवायि इत्युक्ते घटः, स्वसमवायि समवायि इत्युक्ते कपालः, समवायित्वसम्बन्धेन कपाले, घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्. अस्तु, तर्हि अतः एव निरूप्यते साधनीयम् अस्ति. कथं घटपरिमाणं कपालपरिमाणयोः घटपरिमाणकालपरिमाणयोः समानाधिकरण्यम् इति. कपालः इति अधिकरणं स्वीकृतश्चेत् स्वम् इति आरभ्य घटपरिमाणम् इति स्वम् इति स्वीकृत्य ततः कथं कपालः अधिकरणं भवति घटपरिमाणस्य इति निरूपणं भवति. तदनन्तरं कपालपरिमाणस्य साक्षात् एव अधिकरणम् अस्ति कपालः. तदेव समानाधिकरणं करण्यं निरूप्यते. सुनील् महोदय, भवान् प्रयत्नं करोति वा कथं साधनीयम् इति? अहं श्रमं करोमि. अत्र वयं इदानीं दृष्टवन्तः समवायि इत्युक्ते किम् इत्युक्ते अत्र घटपरिमाणस्य समवायी अस्ति घटः इति. अतः पुनः घटः कपाले अस्ति इति वयं जानीमः समवायसम्बन्धेन. अतः इदानीं घटस्य समवायी भवति कपालः. अतः पुनः घटस्य निरूपणमस्ति स्वसमवायी इति, इत्युक्ते स्वम् इति घटपरिमाणं, स्वसमवायी इति घटः इति. किमर्थं घटपरिमाणं स्वम्? अत्र अत्र साक्षात् सम्बन्धः नास्ति इति एव स्वम् इति उपयुज्य वदामः. परम्परासम्बन्धेन साधनीयं चेत् स्वम् इति स्वीकरणीयं भवति. अतः घटपरिमाणम् इति घटपरिमाणम् इति स्वं त्वं स्वसमवायि इति घटः. पुनः घटः कपाले अस्ति इति जानीमः. अतः कपालः घटसमवायी भवति. समीचीनम्. आहत्य कपालः स्वसमवायिसमवायी अस्ति. कपालस्य वाक्यमस्ति स्वसमवायि समवायि. समीचीनम्. अतः कपाले किम् अस्ति इत्युक्ते स्वसमवायि समवायित्वम् अस्ति. समीचीनम्. अतः घटपरिमाणं स्वसमवायिसमवायित्वसम्बन्धेन कपाले परम्परया अस्ति इति. तर्हि कारणवाक्यं किम्? अनन्तरम् अत्र कपालपरिमाणम् अपि कपाले अस्ति इति वयं जानीमः, प्रत्यक्षे वयं जानीमः. तदपि समवायसम्बन्धेन. अतः पूर्णरीत्या वाक्यमस्ति स्वसमवायि समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणमिति. समीचीनम्. अस्तु, स्पष्टं खलु? अत्र कोऽपि सन्देहः नास्ति. किमर्थम् इत्युक्ते अभ्यासः भवेत् अस्मिन् प्रायः आगामिसप्ताहे. अस्तु, अग्रे भगिनी पठति. देयं यत् स्वसमवायि अपि च स्व आश्रयः इत्यत्र समानार्थकशब्दौ, अतः स्व आश्रयसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इति अपि समीचीनम्. समवायि आश्रयः इत्यनयोः मध्ये आश्रयशब्दः इतोपि सामान्यम्, समवायि इतोपि विशिष्टं, तावानेव भेदः. किन्तु अत्र द्वयोः उपयोगः शक्यः, स्व आश्रयः स्वसमवायि. अत्र स्वसमवायि स्व आश्रयः द्वौ अपि समानार्थकशब्दौ इति अस्ति. स्व आश्रयसमवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम् इति अपि वयं वक्तुं शक्नुमः. स्वशब्दैः वदतु कृपया. स्व आश्र स्व इत्युक्ते घटपरिमाणमेव. स्व आश्रयः अत्र अस्ति घटः. स्व आश्रयः घटः. स्व आश्रय समवायि इत्युक्ते कपालः. कपालः. स्व आश्रय समवायित्वं कपाले अस्ति. स्व आश्रय समवायित्वसम्बन्धेन घटपरिमाणं प्रति समवायसम्बन्धेन कपालपरिमाणं कारणम्. समीचीनम्. समवायी आश्रयः द्वयोः शब्दयोः मध्ये आश्रयशब्दः इति सामान्यमस्ति. विशिष्टमस्ति समवायशब्दः, समवायी इति शब्दः. तदेव भेदः द्वयोः मध्ये. द्वयोः अपि उपयोगं कर्तुं शक्नुमः. स्व आश्रयः वा स्वसमवायी वा. तर्हि आहत्य समवायी इत्युक्ते किं? लघु लघुपदेन वदामः चेत् लघुपदेन वदामः चेत् आश्रयः अस्ति इति वा, या समवायसम्बन्धः अस्मिन् अस्ति इति वा. आश्रयः समवायि इत्युक्ते आश्रय एव. अस्तु, अग्रे सुनील महोदय. उपरितने उदाहरणे कार्यसम्बन्धः अधिकरणे परम्परया, कारणसम्बन्धः च साक्षात् साक्षात् अधिकरणे इति स्वीकृतम्. अधुना विपरीतं कुर्मः. कार्यसम्बन्धः साक्षात् अधिकरणे, कारणसम्बन्धः च अधिकरणे परम्परया. कार्यकारणभावः साधनीयः, अतः अस्माकं कार्यकारणयोः समानाधिकरण्यम् अपेक्षितमेव. अस्मिन् पर्याये अधिकरणं किं? घटः. घटपरिमाणं साक्षात् घटे च. किन्तु कपालपरिमाणं? स च कुत्र अस्ति? कपाले. पुनः घटे भवेत् इति वक्तव्यं चेत् परम्परया एव वक्तुं शक्यम्. दीर्घमस्ति. उपरितने उदाहरणे कार्यसम्बन्धः अधिकरणे परम्परया, कारणसम्बन्धः च साक्षात् अधिकरणे इति स्वीकृतम्. किम् अस्ति तत्र? अत्र पूर्वस्मिन् उदाहरणे कार्यमासीत् घटपरिमाणं, कारणमासीत् कपालपरिमाणम्. तत्र तस्य तेषाम् अधिकरणम् आसीत् कपालः इति. तयोः अधिकरणं तयोः अधिकरणम् आसीत् कपालः इति. तत्रापि वयं दृष्टवन्तः कपालपरिमाणं परम्परया कारणं भवति इति घटपरिमाणं प्रति. अतः इदानीं पुनः वदतु तद्वाक्यम्. कपालपरिमाणं परम्परया घटपरिमाणं प्रति कारणं भवति. अस्तु. इदानीं विपरीतं स्वीकुर्मः इति इत्युक्ते अत्र कार्यसम्बन्धः साक्षात् अधिकरणे, कारणसम्बन्धः च अधिकरणे परम्परया. अत्र पूर्वस्मिन् उदाहरणे साक्षात् सम्बन्धः कुत्र? साक्षात् सम्बन्धः कारणं समानाधिकरणे आसीत्. इदानीं कार्यं परम्परया अधिकरणे खलु. परन्तु विपरीतरीत्या किम्? विपरीतरीत्या इत्युक्ते कार्यं प्रत्यक्षे अधिकरणे, कारणं परम्परया अधिकरणे इति. अधिकरणे इति कथम्? अग्रे पठतु कृपया. कार्यकारणभावः साधनीयः, अतः अस्माकं कार्यकारणयोः सामानाधिकरण्यम् अपेक्षितमेव. अत्रापि वयं कार्यं किं, कारणं किम् इति प्रथमं पश्यामः, अनन्तरं कार्यकारणयोः सामानाधिकरण्यमपि पश्यामः. अस्मिन् पर्याये अधिकरणं किं, घटः इत्युक्ते अत्र कार्यकारणभावः इति स्वीकुर्मः चेत् अत्र अधिकरणं घटः इति. घटपरिमाणं साक्षात् घटे च, इत्युक्ते अत्र कार्यं कार्यमस्ति घटपरिमाणं, तद् प्रत्यक्षे एव घटपरिमाणं घटे अस्ति इति वयं प्रत्यक्षे एव जानीमः. किन्तु कपालपरिमाणं स च कुत्र अस्ति, अतः इदानीं प्रश्नः अस्ति कपालपरिमाणं कुत्र इति. कपालपरिमाणं कपाले अस्ति, पुनः घटे भवेत् इति वक्तव्यं चेत् परम्परया एव वक्तुं शक्यम् इति. इत्युक्ते वयं जानीमः कपालपरिमाणं कपाले अस्ति इति, परन्तु अत्र इदानीम् अस्माकं विषयः कार्यस्य एव, अतः कपालपरिमाणं परम्परया. एकनिमिषम्, अस्माकं कार्यम् अत्र किम्? कार्यम् अत्र घटपरिमाणमेव. कार्यं घटपरिमाणं, परन्तु अत्र किं, कथं साधनीयम् अस्ति? भिन्नरीत्या खलु? भिन्नरीत्या साधनीयम्. अत्र कार्यं घटपरिमाणम् अस्ति, परन्तु अधिकरणं वयम् अत्र घटः इति स्वीकुर्मः. किमर्थम्? अत्र कारणं परम्परया कार्ये भवति वा इति प्रश्नः इदानीम्. आम् आम्, समीचीनम्. अतः एव घटः इति स्वीकृतः अस्ति. तर्हि घटपरिमाणं कुत्र अस्ति? घटपरिमाणं घटे अस्ति, अतः कार्यम् अधिकरणे अस्ति. साक्षात् एव अस्ति तयोः सम्बन्धः. अनन्तरं कपालपरिमाणं कपाले अस्ति इति वयं जानीमः, अतः कपालपरिमाणं अत्र घट अधिकरणे भवति वा इति प्रश्नः, तदपि परम्परया भवति इति एव वक्तुं शक्नुमः इति. कपालपरिमाणं घटे भवति वा इति वा? तयोः मध्ये कः सम्बन्धः, समानाधिकरणं वा कः सम्बन्धः इति प्रश्नः. अतः कपालपरिमाणं परम्परया घटे घट अधिकरणे भवति इति वक्तुं शक्नुमः. घटे भवति. समीचीनं समीचीनम्, अस्तु. अग्रे भगिनी पठति वा? क्षम्यताम्, कपालपरिमाणं घटे अस्ति इत्यस्य साधनार्थं समवेतशब्दस्य प्रयोगः करणीयः. समवेतं नाम समवायसम्बन्धेन विद्यमानम्. समवायि इत्यनेन अधः गमनं, समवेतम् इत्यनेन उपरि गमनं. पूर्वमपि इदम् अस्माभिः दृष्टम्. बले एकः रसः अस्ति इति वाक्येन एकत्वसङ्ख्या रसश्च द्वापि गुणौ एकत्वं फले समवायसम्बन्धेन, रसः अपि फले समवायसम्बन्धेन. तर्हि फले एकः रसः अस्ति इत्यस्य कथनावसरे एकः रसः इत्यनेन एकत्वं रसे, ततः गुणः गुणे इति कथं साधनीयम् इति चेत् एकत्वस्य आश्रयः फलं तत् समवेतः समवायसम्बन्धेन विद्यमानः भवति रसः समवेतत्वं रसे स्वं च एकत्वम् अतः स्वसमवायी समवेतः रसः स्वसमवायी समवेतत्वं रसे अपि च स्व समवायी समवेतत्वसम्बन्धेन एकत्वं रसे अनेन फले एकः रसः अस्ति इति वाक्यं सिद्धम्. प्रथमं कपालपरिमाणं घटे अस्ति इति वयं साधनीयं चेत् समवेतम् इति शब्दस्य प्रयोगं कर्तव्यं. समवेतं वाक्यशः पठतु. समवेतं नाम समवायसम्बन्धेन विद्यमानं. समवेतम् इत्यस्य अर्थः अस्ति समवायसम्बन्धेन विद्यमानत्वम् इति. समवायी इति अस्ति चेत् अधः गमनं शिरस्य. समवेतम् इत्युक्ते उपरि गमनं शरः उपरि गमनं समवेतम् इति. वयम् एतत् पूर्वमपि दृष्टम् इति अस्ति. फले एकः रसः अस्ति इति वाक्येन एकत्वसंख्या रसश्च द्वावपि गुणौ. एकत्वं फले समवायसम्बन्धेन रसः अपि फले समवायसम्बन्धेन. एकम् उदाहरणमस्ति अत्र फले एकः रसः अस्ति इति. एतद् वाक्ये एकत्वम् इति संख्या रसं रसः इति द्वौ अपि गुणौ इत्युक्ते एकत्वम् इति संख्या अपि रसः अपि द्वौ अपि गुणः सूचयति. एकत्वं फले समवायसम्बन्धेन. एकत्वं प्रथमं फले अस्ति समवायसम्बन्धेन. रसः अपि फले समवायसम्बन्धेन अस्ति. तर्हि फले एकः रसः अस्ति इत्यस्य कथनावसरे एकः रसः इत्यनेन एकत्वं रसे ततः गुणः गुणे इति कथं साधनीयम् इति चेत् एकत्वस्य आश्रयः फलं तत् समवेतः समवायसम्बन्धेन विद्यमानः भवति रसः. अत्र फले एकः रसः अस्ति इति वयं वदामः चेत् एकः रसः इत्यनेन एकः रसः इत्युक्ते एकत्वं रसे अस्ति इति. तत्र एकत्वमपि रसः अपि द्वौ अपि गुणौ गुणः गुणे इति वयं कथं साधनीयम् इति प्रश्नः उदेति. आम् एकत्वं रसे किमर्थम् इति कथम् इति क्षम्यतां कथम् इति. एकत्वस्य आश्रयः अस्ति फलं तत् समवेतः समवायसम्बन्धेन विद्यमानः भवति रसः. समवेतः इत्युक्ते उपरि गमनात् गमनार्थं तत्र शरं तद् रसः. समवेतत्वं रसे अस्ति. स्वं च एकत्वम्. अत्र वयम् एकत्वम् इति स्वम् इति स्वीकुर्मः. अत्र अतः समवायी समवेतः रसः. स्वम् इति एकत्वं स्वसमवायी इत्युक्ते फलं स्वसमवायी समवेतः इत्युक्ते रसः. तर्हि समवेतत्र अस्ति स्व इत्यारभ्य स्वसमवायी समवेतः रसे अस्ति. समवेतत्वं रसे अस्ति. अपि च स्वसमवायी समवेतत्वसम्बन्धेन एकत्वं रसे अस्ति. अनेन फले एकः रसः अस्ति इति वाक्यं सिद्धम्. अनेन एतद् वाक्यं सिद्धम्. फले एकः रसः अस्ति इति. बहु समीचीनमस्ति भगिनि, उत्तमं. सुनील् महोदय प्रयत्नं करोति वा एतत् उदाहरणम्? अहमपि कण्ठस्थः पठित्वा वदामि वा? आम् आम् अवश्यम् अवश्यं, पुनः एकवारं पठतु. अतः कपालपरिमाणं घटे अस्ति इत्यस्य साधनार्थं समवेदशब्दस्य प्रयोगः करणीयः. समवेदं नाम समवायसम्बन्धेन विद्यमानं. समवायि इत्यनेन अधः गमनं समवेतमिति उपरि गमनं. यदा वयं पूर्वं दृष्टवन्तः अत्र कपालपरिमाणं घटं घटे अस्ति इति समवेदशब्दस्य प्रयोगं स्वीकृत्य कृतवन्तः. समवायिशब्दस्य खलु? अत्र समवायि इत्युक्ते अत्र आश्रयः अथवा अधगमनं चित्रं रचयामः चेत् समवेदम् इत्युक्ते उपरि गमनम् इति आश्रयः. अत्र फले एकः रसः अस्ति इति वाक्यं स्वीकुर्मः चेत् एकत्वम् इति संख्या गुणः अस्ति, रसः अपि द्वितीयः गुणः अस्ति. एकत्वं फले समवायसम्बन्धेन अस्ति, रसः अपि फले समवायसम्बन्धेन अस्ति. परन्तु फले तर्हि फले एकः रसः अस्ति इत्यस्य कथनावसरे एकः रसः इत्यनेन एकत्वं रसे ततः गुणः गुणे इति कथं साधनीयम् इति चेत् एकत्वस्य आश्रयः फलं तत् समवेतः समवायसम्बन्धेन विद्यमानः भवति रसः. अतः इदानीं फले एकः रसः इति वदामः चेत् तत्र एकः रसः इति अत्र द्वौ अपि गुणौ, अतः तत्र गुणः गुण इति वक्तुं शक्नुमः वा अथवा कथं साधनीयम् इति प्रश्नः. अतः एकत्वस्य आश्रयः फलमिति स्वीकुर्मः. अस्तु, एकवारम् एकनिमिषम्. एकः रसः किं तत्र इत्यनेन एकत्वं रसे इति अस्ति खलु? तत्र एकत्वम् इति रसे अस्ति. किमर्थं तत् अस्ति एकत्वं रसे इति कथं वक्तुं शक्नुमः? तदेव अस्माकं प्रश्नः इदानीं किल. अस्तु एवं वा? तत्र गुणः गुणे अस्ति वा इति एव तत्र कथं साधनीयम् इति एव प्रश्नः. अस्तु एकनिमिषम्. एकः रसः इति अस्ति खलु? तत्र इत्यनेन एकत्वं रसे इति अस्ति, किमर्थम्? वदतु. अत्र फलमिति अधिकरणमिति वयं जानीमः, परन्तु अत्र प्रश्नः अस्ति एकत्वस्य अधिकरणं रसः इति. न अत्र फले एकः रसः अस्ति इत्यस्य कथनावसरे एकः रसः इति अस्ति तत्र खलु? फले एकः रसः इत्यनेन एकत्वं रसे कथम् आयाति इति प्रश्नः. एकः रसः इति वदनेन एकत्वं रसे इति कथं वक्तुं शक्नुमः? तद् वयम् इदानीं समवायसम्बन्धेन परम्परया वक्तुं शक्नुमः इति अस्ति. सामान्य उदाहरणमेव खलु एकः रसः यथा उन्नतः बालकः उन्नतः बालकः इत्यनेन औन्नत्यं कुत्र अस्ति बालके अस्ति तदेव खलु अत्रापि एकः रसः इत्युक्ते एकत्वं रसे तर्हि एकत्वं रसे इत्युक्ते रसः गुणः एकत्वमपि गुणः कथं गुणः गुणे इति प्रश्नः अतः एकत्वस्य आश्रयः फलम् इति स्वीकृत्य अथवा परम्परया तदेव सत्यं खलु अत्र पुनः अस्ति किल अतः अहं चिन्तितवान् अग्रे आगच्छति इति यदा वयं पूर्वं दृष्टवन्तः तत्र तत्र परम्परया समवायसम्बन्धेन भवति इति कथं भवति अत्र समवेदत्वं रसे भवति स्वम् इति एकत्वं परन्तु समवेतः कुत्र आयाति समवेत इत्युक्ते किं तस्य विवरणं ददातु कृपया समवेदम् इत्युक्ते यः समवेदम् इत्युक्ते आश्रितः आश्रितः समीचीनम् अतः इदानीम् अस्मिन् उदाहरणे समवेदत्वं रसे अस्ति इति स्वीकृत्य कस्य समवेतत्वं एकत्वस्य न फलस्य खलु फलम् इति अधिकरणं रसम् उपरि अस्ति अतः समवेदमस्ति तस्य उपरि अस्ति एकत्वम् इति स्वम् इति तर्हि अतः स्वम् इति एकत्वम् अथवा स्वसमवायित्वं समवायी अस्ति रसः स्वम् इति एकत्वं स्वम् इति एकत्वम् एकत्वं स्वसमवायी समवेतः अस्ति रसः स्वस्वमवायी किम् अस्वसमवायी रसः न स्वसमवायी कः स्वम् इति एकत्वम् तर्हि स्वस्य समवायी कः स्वसमवायी रसः वा न रामप्रिया भगिनी फलं फलमेव खलु ओ एव आमां तत्र गुणः गुणे भवति न स्वसमवायी फलमेव इत्युक्ते स्वम् इति एकत्वं तस्य समवायी कः यस्मिन् समवायसम्बन्धेन स्थितः अस्ति तत् समवायी खलु आमाम् अतः क्षम्यतां अत्र एकः रसः इति एकः इति रसस्य विशेषणं भवति किल आम् परन्तु अत्र प्रश्नः अस्ति समवायी कः इति समवायी इत्युक्ते किम् अत्र इदानीम् आश्रयः कः इति तदेव तर्हि फलमेव आश्रयः खलु फलमेव आश्रयः स्वसमवायी फलं तत् समवेतं रसः फलस्य समवेतः रसः तर्हि पूर्णं वाक्यं किं सम्पूर्णं वाक्यम् अत्र स्वसमवायि समवेदत्व सम्बन्धेन एकत्वं रसेति. समीचीनम्. किञ्चित् भ्रमः जातः तत्र. अतः समानाधिकरणं फलमेव, अतः समवायी फलमिति. सम्यक् अस्ति. अस्तु, कोऽपि सन्देहः अस्ति वा अस्मिन् विषये? विपरीतरीत्यापि सिद्धं वक्तुं शक्नुमः वा? यदा रसः इति स्वम् इति स्वीकुर्मः चेत् स्वम् इति रसः, स्वसमवायि इति फलं, समवेतत्वं एके अस्ति. अत्र अस्माभिः किं साधनीयमस्ति? एकत्वं रसे अस्ति इति साधनीयमस्ति खलु. अस्माकं वाक्यं किम्? एकः रसः इति, एकः इति खलु. एकः रसः इति आम्, फले एकः रसः अस्ति इत्येव वाक्यं खलु. फले रसः, रसत्वम् एके एकत्वे अस्ति इति न खलु. एकस्मिन् रसः किं? यत् मम प्रश्नः अस्ति, एकः रसः इति रसस्य विशेषणम् एकः इति वयं स्वीकुर्मः चेत् एकत्वं रसे इति. आम् आम्. यदा तद् न साधनी, तद् न वक्तुं शक्नुमः वा रसः एकः इति? इति मन्ये फले रसत्वम् एकत्वे अस्ति वा? समानार्थकशब्दः एव किल एकः रसः इति. न, अत्र प्रश्नः अस्ति रसस्य विशेषणम् एकः इति वयं द्रष्टुं शक्नुमः, परन्तु एकस्य विशेषणम् अस्ति रसः वा इति न भवति खलु. रसस्य एकस्य वर्णनं करोति वा रसः इति प्रश्नः. तादृशं न अत्र. कोऽपि अन्यगुणः स्वीकरोति चेत् साधितुं शक्नुमः किल एकस्य विशेषणम् अन्यगुणः. आम्, विशेष्यं वा एकः गन्धः इति वा अन्य आम् किमपि एकः एकस्य विशेषणरूपेण. आम् आम्, एकस्य विशेषणं वा? एकस्य विशेषणं किं भवितुम् अर्हति? किमर्थं पृच्छामि चेत् एकः अपि गुणः, रसः अपि गुणः. गुणः गुणे इति वयं कथम् इति वयम् अत्र दृष्टवन्तः. यदा गुणः गुणे इति एकः रसः मध्ये एकः अन्य कोऽपि गुणः तत्तु शक्यमेव. एकः गन्धः, एकः किं स्पर्शः, परन्तु एकः विशेष्यं तत्रापि एकत्वमेव आगच्छति किल. एकः गन्धः इत्युक्ते अपि एकत्वमेव आगच्छति. एकत्वं गन्धे, एकत्वं एकः इति विशेष्यरूपेण अन्य कोऽपि गुणः विशेषणरूपेण आगच्छति वा इति मम प्रश्नः. प्रायः न भगिनि, मम अवगमने किमपि न अस्ति इति मन्ये. सङ्ख्या इति विशेषणं खलु सङ्ख्या, परन्तु सङ्ख्यायाः वर्णनं किं कर्तुं शक्नोति इति चिन्तयामि. अस्तु, पुनः किञ्चित् पुनस्मरणं कृत्वा आगच्छतु आगामिसप्ताहे. यतोहि पुनः अस्य अभ्यासः भवति, समवायी, समवेतः, कः अधिकरणं, परम्परया कथं साधयितुं शक्नुमः इत्यादयः. अस्तु, तर्हि समापयामः वा? आं भगिनि. अत्र अस्तु, शुभरात्रिः, दीपावलीदिनस्य शुभाशयाः. धन्यवादः. शुभाशयाः सर्वे, सर्वेभ्यः दीपावली शुभाशयाः. धन्यवादः. धन्यवादः. नमस्ते. शुभरात्रिः. शुभरात्रिः.